नवमोऽध्यायः म्रियमाणकृत्यम्। गरुड उवाच, कथितं भवता सम्यग्दानमातुरकादिकं म्रियमाणस्य यत्कृत्यं तदिदानीं वद प्रभो। श्रीभगवानुवाच, शृणुतार्क्ष्य प्रवक्ष्यामि देहत्यागस्य तं विधिं। मृतो येन विधानेन सद्गतिं याति मानवः, कर्मयोगाद्यदा देहे मुञ्चत्यत्र निजं वपुः। तुलसीसन्निधौ कुर्यान्मण्डलं गोमयेन तु तिलांश्चैव विकीर्याथ दर्भांश्चैव विनिक्षिपेतु। स्थापयेदासने शुभ्रे सालग्रामशिलां तदा। सालग्रामशिला यत्र पापदोषभयापहा, तत्सन्निधानमरणान्मुक्तिर्जन्तो सुनिश्चिता। तुलसीविटपिच्छाया यत्रास्ति भवतापहा, तत्रैव मरणान्मुक्तिः सर्वदा दानदुर्लभा। तुलसीविटपिस्थानं गृहे यस्यावतिष्ठते, तद्गृहं तीर्थरूपं हि नायान्ति यमकिङ्कराः। तुलसीमञ्जरीयुक्तो यस्तु प्राणान् विमुञ्चति, यमस्तं नेक्षितुं शक्तो युक्तं पापशतैरपि। तस्यादलं मुखे कृत्वा तिलदर्भासने मृतं नरो विष्णुपरं याति पुत्रहीनोऽप्यसंशयः। तिलाः पवित्रास्त्रिविधा दर्भाश्च तुलसी तथा, नरं निवारयन्त्येते दुर्गतिं यान्तमातुरम्। मम स्वेदसमुद्भूता यतस्ते पावनास्तिलाः, असुरा दानवा दैत्या विद्रवन्ति तिलैस्ततः। दर्भाविभूतिर्मेतार्क्ष्य मम रोमसमुद्भवाः। अतस्तत्स्पर्शनादेव स्वर्गं गच्छन्ति मानवाः। कुशमूले स्थितो ब्रह्मा कुशमध्ये जनार्दनः, कुशाग्रे शङ्करो देवस्त्रयो देवाः कुशे स्थिताः। अतः कुशावह्निमन्त्रतुलसीविप्रधेनवः, नैते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः। दर्भाः पिण्डेषु निर्माल्या ब्राह्मणाः प्रेतभोजने, मन्त्रागौ स्तुलसीनीचे चितायाञ्च हुताशनः। ब्रह्मा विष्णुश्च रुद्रश्च सर्वे देवा हुताशनः, मण्डलोपरि तिष्ठन्ति तस्मात् कुर्वीतमण्डलम्। सर्वत्र वसुधापूतालेपो यत्र न विद्यते, यत्र लेपः कृतस्तत्र पुनर्लेपेन शुध्यति। राक्षसाश्च पिशाचाश्च भूताः प्रेता यमानुगाः, अलिप्तदेशे खट्वायामन्तरिक्षे निशन्ति च। अतोऽग्निहोत्रं श्राद्धं च ब्रह्मभोज्यं सुराच्च कश्चनम् मण्डलेन विना भूम्या मातुरं नैव कारयेत् लिप्तभूम्यामतः कृत्वा स्वर्णं रत्नमुखे क्षिपेत् विष्णोः पादोदकं दद्यात् सालग्रामस्वरूपिणः सालग्रामशिलातोऽयं यः पिबेद्बिन्दुमात्रकम् सर्वपापविनिर्मुक्तो वैकुण्ठभुवनं व्रजेत् ततो गङ्गाजलं दद्यान्महापातकनाशनं सर्वतीर्थकृतस्नानदानपुण्यफलप्रदं चान्द्रायणं चरेद्यस्तु सहस्रं कायशोधनं पिबेद्यश्चैव गङ्गां भस्समौ स्यातामुभावपि अग्निं पाप्य यथा तार्क्ष्य स्थूलराशिर्विनश्यति अग्निं प्राप्य यथा तार्क्ष्य स्थूलराशिर्विनश्यति तथा गङ्गाम्बुपानेन पातकं भस्मसाद्भवेत् यस्तु सूर्यांशुसन्तप्तं गङ्गाया सलिलं पिबेत् स सर्वयोनिर्मुक्तः प्रयाति सदनं हरेः सद्यो जलावगाहेन सावयन्तीतरा जनान् दर्शनात् स्पर्शनात् पानात् तथा गङ्गेति कीर्तनात् पुनात्यपुण्यान् पुरुषान् शतशोऽथ सहस्रशः गङ्गा तस्मात् पिबेत्तस्य जलं संसारतारकम् गङ्गा गङ्गेति यो ब्रूयात् प्राणैः कण्ठगतैरपि मृतो विष्णुपुरं याति न पुनर्जायते भुवि उत्क्रामभिश्चयः प्राणैः पुरुषश्रद्धयान्वितः चिन्तयेन्मनसा गङ्गां सोऽपि याति परां गतिम् अतोऽध्यायेन्न मे गङ्गां संस्मरेत्तज्जलं पिबेत् ततो भागवतं किञ्चिच्छृणुयान्मोक्षदायकं श्लोकं श्लोकार्धपादं वा योऽन्ते भागवतं पठेत् न तस्य पुनरावृत्तिर्ब्रह्मलोकात् कदाचन वेदोपनिषदां पाठाच्छिवविष्णुस्तवादपि ब्राह्मणक्षत्रियविशां मरणं मुक्तिदायकं प्राणप्रयाणसमये कुर्यादनशनं खग दद्यादातुरसन्यासं विरक्तस्य द्विजन्मनः संन्यस्तमपि यो ब्रूयात् प्राणैः कण्ठगतैरपि मृतो विष्णुपुरं याति न पुनर्जायते भुवि एवं जातविधानस्य धार्मिकस्य तदा खग ऊर्ध्वच्छिद्रेण गच्छन्ति प्राणास्तस्य सुखेन हि मुखं च चक्षुषी नासे कर्णौ द्वाराणि सप्त च एभ्यः सुकृतिनो यान्ति योगिनस्तालुरन्ध्रतः अपानान् मिलितप्राणो यदाहि भवता पृथक् अपानान् मिलितप्राणो यदाहि भवति पृथक् सूक्ष्मीभूत्वा तदा वायुर्विनिष्क्रामति पुत्तलात् शरीरं पतते पश्चान्निर्गते मरुतीश्वरे कालाहतं पतत्येवं निराधारो यथा द्रुमः निर्विचेष्टं शरीरं तु प्राणैर्मुक्तं जुगुप्सितम् अस्पृश्यं जायते सद्यो दुर्गन्धं सर्वनिन्दितम् त्रिधावस्था शरीरस्य कृमिविद्भस्मरूपतः किं गर्वः क्रियते देहे क्षणविध्वंसिभिर्नरैः पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च तेजस्तेजसि लीयेत समीरस्तु समीरणे आकाशश्च तथा आकाशे सर्वव्यापी च शङ्करः नित्यमुक्तो जगत्साक्षी आत्मा देहेश्वजोमरः सर्वेन्द्रिययुतो जीवः शब्दादिविषयैर्वृतः कामरागादिभिर्युक्तः कर्म कोशसमन्वितः पुण्यवासनया युक्तो निर्मिते स्वेन कर्मणा सप्रविश्य न वेदेहे गृहे दग्धे यथा गृही तदा विमानमादाय किङ्किणीजालमालयत् आयान्ति देवदूताश्च लसच्चामरशोभिताः धर्मतत्त्वविदः प्राज्ञाः सदा धार्मिकवल्लभाः तथैवं कृतकृत्यं स्वर्विमानेन नयन्ति ते सुदिव्यदेहो विरजाम्बरस्रक्सुवर्णरत्नाभरणैरुपेतः दानप्रभावात् स महानुभावः प्राप्नोति नाकं सुरपूज्यमानः इति श्रीगरुडपुराणे सारोद्धारे म्रियमाणकृत्य निरूपणो नाम नवमोऽध्यायः। दशमोऽध्यायः। दाहादिसञ्चयनकर्मनिरूपणम्। गरुड उवाच देहदाहविधानं च विभू सुकृतिनां वद सती यदि भवेत् पत्नी तस्याश्च महिमां वद। श्रीभगवानुवाच शृणुतार्च्य प्रवक्ष्यामि सर्वमेव ऊर्ध्वदैहिकं यत्कृत्वा पुत्रपौत्राश्च मुच्यन्ते पैतृकादृणात् किं दत्तैर्बहुभिर्दानैः पित्रोरन्त्येष्टिमाचरेतु तेनाग्निष्टोमसदृशं पुत्रः फलमवाप्नुयात् तदा शोकं परित्यज्य कारयेन्मुण्डनं सुतः समस्तबान्धवैर्युक्तः सर्वपापापनुत्तये मातापित्रोर्मृतौ येन कारितं मुण्डनं नहि आत्मजः स कथमु ज्ञेयः संसारार्णवतारकः। अतो मुण्डनमावश्यं नखकक्षविवर्जितं ततः स बान्धवः स्नात्वा धौतवस्त्राणि धारयेत् सद्यो जलं समानीय ततस्तं स्नापयेच्छवं सद्यो जलं समानीय ततस्तं स्नापयेच्यवम् मण्डयेच्चन्दनैस्रग्भिर्गङ्गामृत्तिकयाथवा नवीनवस्त्रैः संच्छाद्य तदा पिण्डं सदक्षिणं नामगोत्रं समुच्चार्य सङ्कल्पेनापसव्यतः मृत्युस्थाने शवो नाम तस्य नाम्ना प्रदापयेतु तेन भूमिर्भवेत्तुष्टा तदधिष्ठातृदेवता द्वारदेशे भवेत् पान्थस्तस्य नाम्ना प्रदापयेतु तेन वै घू तेन नैवोपघाताय भूतकोटिषु दुर्गताः ततः प्रदक्षिणं कृत्वा पूजनीयस्नुषादिभिः स्कन्धः पुत्रेण दातव्यस्तदान्यैर्बान्धवैः सह धृत्या स्कन्धे धृत्वा स्कन्धे स्वपितरं यश्मशानाय गच्छति सोऽश्वमेधफलं पुत्रो लभते च पदे पदे नीत्वा स्कन्धे स्वपृष्ठेऽङ्के सदा ताते न लालितः तदैव तदृणान्मुच्येन्मृतं स्वपितरं वहेत् ततोऽर्धमार्गे विश्रामं सम्मार्ज्याभ्युक्षकारयेतु संस्नाप्य भूतसंज्ञाय तस्मै तेन प्रदापयेतु पिशाचाराक्षसा यक्षाये चान्ये दिक्षु संस्थिताः तस्य होतव्यदेहस्य नैवायोग्यत्वकारकाः ततो नीत्वा श्मशानेषु स्थापयेदुत्तरामुखम् तत्र देहस्य दाहार्थं स्थलं संशोधयेद्यथा सम्मार्ज्य भूमिं संलिप्योल्लिख्योद्धृत्य च वेदिकाम् अभ्युक्ष्योपसमाधाय वह्निं तत्र विधानतः पुष्पाक्षतैरथाभ्यर्त्य देवं क्रव्यादसंज्ञकं लोमभ्यस्त्वनुवाकेन होमं कुर्याद्यथाविधि त्वं भूतभृज्जगद्योनिस्त्वं भूतपरिपालकः मृतः सांसारिकस्तस्मादेनं त्वं स्वर्गतिं नय इति सम्प्रार्थयित्वाग्निं चितां तत्रैव कारयेतु श्रीखण्डतुलसीकाष्ठैपलाशाश्वत्थदारुभिः चितामारोप्य तं प्रेतं पिण्डौ द्वौ तत्र दापयेतु चितायां शवहस्ते च प्रेतनाम्नाखगेश्वर चितामोक्षप्रभृतिकं प्रेतत्वमुपजायते केऽपि तं साधकं प्राहुः प्रेतकल्पविदो जनाः चितायां तेन नाम्ना वा प्रेतनाम्नाथवाकरे इत्येवं पञ्चभिः पिण्डैः शवस्याहुतियोग्यता अन्यथा चोपघाताय पूर्वोक्तास्ते भवन्ति हि प्रेतो दत्त्वा पञ्चपिण्डान् हुतमादाय तं तृणैः अग्निं पुत्रस्तदा दद्यान्न भवेत् पञ्चकं यदि पञ्चकेषु मृतो यस्तु न गतिं लभते नरः दाहस्तत्र न कर्तव्यः कृतेऽन्यमरणं भवेत् आदौ कृत्वा धनिष्ठः अर्धमेतन्नक्षत्रपञ्चकम् आदौ कृत्वा धनिष्ठार्धमेतन्नक्षत्रपञ्चकम् रेवत्यन्तं न दाहेऽर्हं दाहे च न शुभं भवेत् गृहे हानिर्भवेत्तस्य रुक्षेष्वेषु मृतो हि यः पुत्राणां गोत्रिणां चापि कश्चिद्विघ्नः प्रजायते अथवा रुक्षमध्ये हिदाः स्याद्विधिपूर्वकः तद्विधिं ते प्रवक्ष्यामि सर्वदोषप्रशान्तये शवस्य निकटे तार्क्ष्य निक्षिपेत् पुत्तलांस्तदा दर्भमयांश्च चतुर रुक्षमन्त्राभिमन्त्रितान् तत्र हेमप्रकर्तव्यं वहन्ति रुक्षनामभिः प्रेताजियतमन्त्रेण पुनर्होमस्तु सम्पुटैः ततो दाहः प्रकर्तव्यस्तैश्च पुत्तलकैः सह सपिण्डनदिने कुर्यात् तस्य शान्तिविधिं सुतः तिलपात्रं हिरण्यं च रूप्यं रत्नं यथाक्रमं घृतपूर्णं कांस्यपात्रं दद्याद्दोषप्रशान्तये एवं शान्तिविधानं तु कृत्वा दाहं करोति यः न तस्य विघ्नो जायेत प्रेतो याति परां गतिम् एवं पञ्चकदाहस्य तद्विना केवलं दहेतु सती यदि भवेत् पत्नी तया सह विनिर्दहेतु पतिव्रता यदा नारी भर्तुः प्रियहिते रता इच्छेत् सहैव गमनं तदा स्नानं समाचरेतु कुसुमाञ्जनसद्वस्त्रभूषणैर्भूषितां तनुं दानं दद्याद्विजातिभ्यो बन्धुवर्गेभ्येव च गुरुं नमस्कृत्य तदा निर्गच्छेन्मन्दिराद् बहिः ततो देवालयं गत्वा भक्त्या तं प्रणमेद्धरिम् समर्प्याभरणं तत्र श्रीफलं परिगृह्य च लज्जां मोहं परित्यज्य श्मशानभवनं व्रजेतु तत्र सूर्यं नमस्कृत्य परिक्रम्य चितां तथा पुष्पशय्यां तदारोहेन्निजाङ्के स्वापयेत् पतिम् सखीभ्यः श्रीफलं दद्याद्दाहमाज्ञापयेत्ततः गङ्गास्नानफलं ज्ञात्वा शरीरं परिदाहयेत् न दहेद्गर्भिणी नारी शरीरं पतिना सह जनयित्वा प्रसूतिं च बालं पोष्य सती भवेत् नारी भर्तारमासाद्य शरीरं दहते यदि अग्निर्दहति गात्राणि नैवात्मानं प्रपीडयेतु दह्यते ध्मायमानानां धातूनां च यथा मलः तथा नारी दहेत् पापं हुताशे ह्यमृतोपमे दिव्यादौ सत्ययुक्तश्च शुद्धो धर्मयुतो नरः यथा न दह्यते तप्तलोहपिण्डेन कर्हिचित् तथा सा पतिसंयुक्ता दह्यते न कदाचन अन्तरात्मात्मना भर्त्रा मृतेनैकत्वमागता यावच्चाग्नौ मृतेपत्यौ स्त्रीणात्मानं प्रदाहयेतु तावन्नमुच्यते सा हि स्त्रीशरीरात् कथञ्चन तस्मात् सर्वप्रयत्नेन स्वपतिं सेवयेत् सदा कर्मणा मनसा वाचा मृते जीवति तद्गता मृते भर्तर्या नारी समारोहेद्धृताशनं सारुन्धती समाभूत्वा स्वर्गलोके महीयते तत्र सा भर्तृपरमास्तु यमानाप्सरोगणैः रमते पतिना सार्धं यावदिन्द्राश्चतुर्दश मातृकं पैतृकं चैव यत्र सा च प्रदीयते कुलत्रयं पुनात्यत्र भर्तारं यानुगच्छति तिस्रः कोट्योर्धकोटी च यानि रोमाणि मानुषे तावत्कालं वसेत् स्वर्गे पतिना सह मोदते विमाने सूर्यसङ्काशे क्रीडते रमणेन सा यावदादित्यचन्द्रौ च भर्तृलोके चिरं वसेत् पुनश्चिरायुः सा भूत्वा जायते विमले कुले पतिव्रता तु या नारी तमेव लभते पतिम् या क्षणं दाहदुःखेन सुखमेतादृशं त्यजेतु सा मूढा जन्मपर्यन्तं दह्यते विरहाग्निना तस्मात् पतिं शिवं ज्ञात्वा सह तेन दहेत्तनुं यदि न स्यात् सतीतार्क्ष्य तमेवं प्रदहेत्तदा अर्धे दग्धे धवा पूर्णे स्फोटयेत्तस्य मस्तकं गृहस्थानां तु काष्ठेन यतीनां श्रीफलेन च प्राप्तये पितृलोकानां भित्त्वा तद्ब्रह्मरन्ध्रकम् आज्याहुतिं ततो दद्यान्मन्त्रेणानेन तत्सुतः अस्मात् त्वमधिजातोऽसि त्वदयं जायतां पुनः आसौ स्वर्गाय लोकाय स्वाहाद्यतु आसौ स्वर्गाय लोकाय आसौ स्वर्गाय लोकायन्वाहाज्ज्वलतु पावकः एवमाद्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकां रोदितव्यं ततो गाढं तेन तस्य सुखं भवेत् दाहादनन्तरकार्यं स्त्रीभिस्नानं ततः सुतैः तिलोदकं ततो दद्यान्नामगोत्रोपकल्पितम् प्राशयेन्निम्बपत्राणि मृतकस्य गुणान् वदेतु स्त्रीजनोऽग्रे गृहं गच्छेत् पृष्ठतो नरसञ्चयः गृहे स्नानं ततः कृत्वा गोग्रासञ्च प्रदापयेतु पत्रावळ्याञ्च भुञ्जीयाद्गृहान्नं वै न भक्षयेतु मृतकस्थानमालिप्य दक्षिणाभिमुखं ततः द्वादशाहकपर्यन्तं दीपं कुर्यादहर्निशं सूर्येस्तमागते तार्क्ष्य श्मशाने वा चतुष्पथे दुग्धं च मृण्मये पात्रे तोयं दद्वाद्दिनत्रयम् दुग्धं च मृण्मये पात्रे तोयं दद्याद्दिनत्रयम् अपक्वं मृण्मयं पात्रं क्षीरनीरप्रपूरितं काष्ठत्रये गुणैर्बद्धे धृत्वा मन्त्रं पठेदिमम् श्मशानानलदग्धोऽसि परित्यक्तोऽसि बान्धवैः इदं नीरमिदं क्षीरमत्र स्नाहि मितं पिब इदं नीरमिदं क्षीरमत्र स्नाहिमिदं पिब चतुर्थे सञ्चयः कार्यः साग्निकैश्च निरग्निकैः तृतीयेन्न हि द्वितीये वा कर्तव्यश्चाविरोधतः गत्वा श्मशानभूमिं च स्नानं कृत्वा शुचिर्भवेतु ऊर्णसूत्रं वेष्टयित्वा पवित्रं परिधाय च दद्यात् श्मशानवासिभ्यस्ततो माशबलिं सुतः यमायत्वेति मन्त्रेण तिस्रः कुर्यात् परिक्रमाः ततो दुग्धेन चाभ्युक्ष्यचितास्थानं खगेश्वर जलेन समये पश्चादुद्धरेदस्थिवृन्दकं कृत्वा पलाशपात्रेषु क्षालयेद्दुग्धवारिभिः संस्थापं मृण्मये पात्रे श्राद्धं कुर्यात् यथाविधि त्रिकोणं स्थण्डिलं कृत्वा गोमयेनोपलेपितं दक्षिणाभिमुखो दिक्षु दद्यात् पिण्डत्रयं त्रिषु पुञ्जीकृत्य चिताभस्म तत्र धृत्वा त्रिपादुकां स्थापयेत्तत्र सजलमनाच्छाद्यमुखं घटं ततस्तण्डुलपाकेन दधिघृतसमन्वितं बलिं प्रेताय सजलं दद्यान्मिष्टं यथाविधि वदानि दशपञ्चैव चोत्तरस्यां दिशि व्रजेतु गर्तं विधाय तत्रास्थिपात्रसंस्थापयेत् खग तस्योपरि ततो दद्यात् पिण्डं दाहार्तिनाशनं गर्तादुद्धृत्य तत्पात्रं नीत्वा गच्छेज्जलाशयम् तत्र प्रक्षालयेद्दुग्धजलादस्थि पुनः पुनः चर्चयेच्चङ्गनेनाथ कुङ्कुमेन विशेषतः धृत्वा सम्पुटके तानि कृत्वा च हृदि मस्तके परिक्रम्य नमस्कृत्य गङ्गामध्ये विनिक्षिपेतु अन्तर्दाशाहं यस्यास्थिगङ्गातो ये निमज्जति न तस्य पुनरावृत्तिर्ब्रह्मलोकात् कदाचन यावदस्थिमनुष्यस्य गङ्गातो येषु तिष्ठति तावद्वर्षसहस्राणि स्वर्गलोके महीयते गङ्गाजलोर्मिसंस्पृश्य मृतकं पवनो यथा स्पृशते पातकं तस्य सद्य एव विनश्यति आराध्यतपसोऽग्रेण गङ्गादेवीं भगीरथः उद्धारार्थं पूर्वजानामानयद्ब्रह्मलोकतः त्रिषु लोकेषु ख्यातं गङ्गायाः पावनं यशः या पुत्राः सगरस्यैतान् भस्माख्याननयद्दिवं पूर्वे वयसि पापानि ये कृत्वा मानवामृताः गङ्गायामस्थिपतनात् स्वर्गलोके प्रयान्ति ते कश्चिद्व्याधो महारण्ये सर्वप्राणिविहिंसकः सिंहेन निहतो यावत् प्रयाति नरकालये तावत्कालेन तस्यास्थिगङ्गायां पातितं तदा दिव्यं विमानमारुह्य सगतो देवमन्दिरम् अतः स्वमेव सत्पुत्रो गङ्गायामस्थिपातयेतु अस्थिसञ्चयनादूर्ध्वं दशरात्रं समाचरेतु अथ कश्चिद्विदेशे वा वने चोरभये मृतः न लब्धस्तस्य देहश्चेच्छृणुयाद्यद्दिने तदा दर्भपुत्तलकं कृत्वा पूर्ववत् केवलं दहेतु तस्य भस्मसमादाय गङ्गा तो ये विनिक्षिपेतु दशरात्रादिकं कर्म तद्दिनादेव कारयेतु स एव दिवसो ग्राह्य श्राद्धे सांवत्सरादिके पूर्णे गर्भे मृता नारी विदार्य जठरं तदा बालं निष्कास्य निक्षिप्य भूमौ तामेव दाहयेतु गङ्गातीरे मृतं बालं गङ्गायामेव पातयेतु अन्यदेशेक्षिपेद् भूमौ सप्तविंशतिमासजम् अतः परं दहेत्तस्य गङ्गायामस्थिनिक्षिपेतु जलकुम्भश्च दातव्यो बालानामेव भोजनम् गर्भे नष्टे क्रिया नास्ति दुग्धं देयं मृते शिशौ घटं च पायसं भोज्यं दद्याद् बालविपत्तिषु कुमारे च मृते बालान् कुमारानेव भोजयेतु स बालान् भोजयेद्विप्रान् पौगण्डे सव्रते मृते मृतश्च पञ्चमादूर्ध्वमव्रतः सव्रतोऽपि वा पायसेन गुडेनापि पिण्डान् दद्याद्दशक्रमात् एकादशं द्वादशं च वृषोत्सर्गविधिं विना महादानविहीनं च पौगण्डे कृत्यमाचरेतु जीवमाने च पितरि न पौगण्डे सपिण्डनम् अतस्तस्य द्वादशाहन्येकोद्दिष्टं समाचरेतु स्त्रीशूद्राणां विवाहस्तु व्रतस्थाने प्रकीर्तितः व्रतात् प्राक् सर्ववर्णानां वयस्तुल्या क्रिया भवेतु स्वल्पात् कर्मप्रसङ्गाच्च स्वल्पाद्विषयबन्धनात् स्वल्पे वयसि देहे च क्रियां स्वल्पामपीच्छति किशोरे तरुणे कुर्याच्छर्या वृषभखादिकं पददानं महादानं गोदानमपि दानयेतु यतीनां चैव सर्वेषां न दाहो नोदकक्रिया दशरात्रादिकं तेषां न कर्तव्यं सुतादिभिः दण्डग्रहणमात्रेण नरो नारायणो भवेतु त्रिदण्डग्रहणात् तेषां प्रेतत्वं नैव जायते ज्ञानिनस्तु सदा मुक्ता स्वरूपानुभवेन हि अतस्ते तु प्रदत्तानां पिण्डानां नैव काङ्क्षिणः तस्मात् पिण्डादिकं तेषां न तु मोदकमाचरेतु तीर्थश्राद्धं गयाश्राद्धं पितृभक्त्या समाचरेतु हंसं परमहंसं च कुटीचकबहूदकौ एतां संन्यासिनां तार्क्ष्य पृथिव्यां स्थापयेन्मृतान् गङ्गादीनामभावेऽपि पृथिव्यां स्थापनं स्मृतं यत्र सन्ति महानद्यस्तदा तास्वेव निक्षिपेतु इति श्रीगरुडपुराणे सार्वोद्धारे दाहास्थिसञ्चयनकर्मनिरूपणो नाम दशमोऽध्यायः।